सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ परिचितं सुभाषितं शृणुमः. महोदय, कृपया एकवारं स्मारयतु. या नामपरत्यरूपमतिकं प्रच्छन्नगुप्तं धनं विद्यावोगकरी यशस्सुखकरी विद्या गुरूणां गुरु विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसुपूज्यते न तु धनं विद्याविहीनः पशु. हरि ओम्. साधु महोदय, प्रवर्तमानः विषयः द्वितीया विभक्तिः. अग्रे गमनात् पूर्वं गतवर्गस्य विषयाणां किञ्चित् चिन्तनं, प्रश्नानाम् उत्तराणि एकवारं परिशीलयामः. गतवर्गे केचन प्रश्नाः आगताः. वाक्शब्दस्य प्रसङ्गे प्रश्नः आगतः. वाक्शब्दः चकारान्तशब्दः. वाक् वाचौ वाचः, वाचं वाचौ वाचः इति रूपाणि सन्ति. वाक्शब्दः वच् धातुतः निर्मितं पदं. वाक् शब्दस्य निर्माणावसरे क्विप् प्रत्ययस्य योजनं भवति. वच् धातुतः क्विप् प्रत्ययस्य योजनेन वाक् इति रूपं. तत्र कानिचन सोपानानि सन्ति. वच् धातुतः क्विप् इति प्रत्ययस्य योजनेन वाक्. क्विप् इति प्रत्यये ककारः लशक्वतदिते इति सूत्रेण, पकारः हलन्तिमित्यनेन इत्संज्ञकः भवति, तस्य लोपः इत्यनेन अपगच्छति. अपि च इकारः उच्चारणार्थः, इत्युक्ते प्रत्ययस्य अवशिष्टभागः वा अपि अपृक्तसंज्ञकः भूत्वा अपगच्छति. अपृक्त एकाल् प्रत्ययः भूत्वा, तत्र सूत्रमस्ति वेरपृक्तस्य इति सूत्रेण, सः वकारः अपि अपगच्छति. तेन तत्र किमपि न अवशिष्यते. वच् इति रूपमेव अवशिष्यते. किन्तु तत्र एकं विशिष्टं सूत्रम् आवश्यकं. विशिष्टसूत्रेण वच् वाच् भवति, दीर्घत्वं भवति. वाच् भवति पश्चात् सः चकारः चोहकुः इति सूत्रेण ककारः भवति. तेन वाक् इति रूपं सिद्ध्यति. अन्यानि सोपानानि अपि सन्ति. आहत्य वच् धातुतः वाक् इति रूपं सिद्ध्यति. अपि च मा धातोः प्रश्नः अस्ति. मा धातोः प्रसङ्गे किं ज्ञातव्यं? मा धातुः त्रिषु गणेषु अस्ति. अदादिगणीय मा धातोः रूपं माति, दिवादिगणीय मा धातोः रूपं मायेते, जुहोत्यादिगणीय मा धातोः रूपं मिमीते. जुहोत्यादिगणे द्वित्वं भवति इति कारणतः मिमीते इति रूपं भवति. दिवादिगणे मीयते, शन् अस्ति खलु, तदर्थं य श्रूयते, मीयते इति रूपमस्ति. अदादिगणे केवलं माति, तत्र मा इति धातोः रूपं, पश्चात् तिङ् प्रत्ययस्य योजनं भवति, माति इति रूपमस्ति. किन्तु अस्माकं प्रश्नः कः? नेर्गद नद पतपद इति एकं दीर्घं णत्वविधायकसूत्रमस्ति. तेन सूत्रेण, णत्वविधायकसूत्रेण णत्वकार्यं भवति. किन्तु तस्मिन् सूत्रे केचन धातवः उक्ताः, तेषु मा धातुः अपि अस्ति. येषु त्रिषु मा धातुषु कस्य उल्लेखः अस्ति तस्मिन् सूत्रे इति प्रश्नः आगतः. तस्मिन् दीर्घसूत्रे जुहोत्यादिगणीयमा धातोः प्रसङ्गः अस्ति, दिवादिगणीयमा धातोः प्रसङ्गः अस्ति, किन्तु अदादिगणीयमा धातोः उल्लेखः नास्ति. अदादिगणीयमा धातोः ग्रहणं तस्मिन् सूत्रे नास्ति. नेर्गदनद इति णत्वविधायकसूत्रेण किमुच्यते? उपसर्गे निमित्तमस्ति. उदाहरणार्थं प्रा, प्रति, परा, परि, प्र इत्यादिषु उपसर्गेषु रेफः अस्ति. प्रथम उपसर्गे अणत्वस्य कृते निमित्तमस्ति, रेफः अस्ति. पश्चात् नि उपसर्गः अपि अस्ति. तदा अस्मिन् सूत्रे ये ये धातवः उक्ताः तेषां धातूनाम् उपस्थितिः अपि तत्र अस्ति चेत् तदा अणत्वम् अनेन विशिष्टसूत्रेण भवति. अदादिगणीयमा धातोः ग्रहणं तस्मिन् सूत्रे नास्ति इति एका वार्ता. गतवर्गे अहं किम् उक्तवती? प्रमाणं, परिमाणम् इत्यादीनि पदानि उक्तवती. तत्र नि इति उपसर्गः नास्ति. अपि च अनुमानम्, उपमानं, सम्मानम् इत्यादिषु पदेषु रेफः निमित्तमेव नास्ति. अपि च संस्कृतिः, संस्कर्ता, संस्कर्तुं, संस्कर्तव्यं, संस्कृतम् इत्यादिषु पदेषु सुट् आगमः भवति सम्परि उप एतेभ्यः उपसर्गेभ्यः भूषणार्थे करोतो परतः क्रूधातुतः सुट् आगमः भवति इत्युक्ते सकारः आयाति इति एकः विषयः अपि च कानिचन तृजन्तपदानि वयं दृष्टवन्तः तृच् प्रत्ययान्तरूपाणि तृच् प्रत्ययान्तरूपाणि ऋकारान्तशब्दाः भवन्ति किन्तु तत्र भेदः अस्ति कथं पिता पितरौ पितरः माता मातरौ मातरः भ्राता भ्रातरौ भ्रातरः इमानि पदानि तृजन्तपदानि एव किन्तु द्विवचने बहुवचने दीर्घत्वं नास्ति पिता पितरौ पितरः किन्तु कर्ता कर्तारौ कर्तारः नप्ता नप्तारौ नप्तारः हन्ता हन्तारौ हन्तारः स्वसा स्वसारौ स्वसारः इति तत्र दीर्घत्वमस्ति किमर्थम् इति विषयः अस्ति एकं विशिष्टं सूत्रमस्ति तत्र अप्तृन् तृच् स्वसृ नप्तृ नेष्टृन् त्वष्टृ क्षतृ होतृ पोतृ प्रशस्तॄणाम् इति सूत्रमस्ति तस्मिन् सूत्रे केचन शब्दाः उक्ताः आहत्य सूत्रं किं वदति तृन् प्रत्ययान्तशब्देषु तृच् प्रत्ययान्तशब्देषु अप् स्वसृ नप्तृ नेष्टृ त्वष्टृ क्षतृ होतृ पोतृ प्रातिपदिकानि एतेषां प्रसङ्गे उपधायाः दीर्घत्वं भवति कदा भवति सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु असम्बुद्धिवाचके दीर्घत्वं भवति सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु एव दीर्घत्वं भवति सर्वनामस्थानसंज्ञकप्रत्ययाः के प्रथमपञ्चप्रत्ययाः सु औजस् अम् औट् इत्युक्ते प्रथमाविभक्ति एकवचनात् आरभ्य द्वितीया विभक्ति द्विवचनपर्यन्तं स्त्रीलिङ्गे पुंलिङ्गे च सर्वनामस्थानसंज्ञकप्रत्ययाः तेषां प्रत्ययानां नाम सर्वनामस्थानसंज्ञकाः सर्वनामस्थानसंज्ञा दीयते तेषां कृते तेषु स्थलेषु एव अस्मिन् सूत्रे ये ये शब्दाः उक्ताः तेषां प्रसङ्गे एव दीर्घत्वं भवति भ्राता पिता माता इमानि त्रीणि पदानि तस्मिन् सूत्रे न सन्ति इति कृत्वा भ्रातृ पितृ मातृ इति पदत्रयम् अस्मिन् सूत्रे नास्ति इति कृत्वा तेषां प्रसङ्गे दीर्घत्वं न भवति गतवर्गस्य विषये तावदेव प्रकृतविषयः द्वितीयविभक्तिः पुटसङ्ख्या अस्ति शतं तत्पुटं पश्यन्तु शतम् इति नित्य एकवचनान्तशब्दः नित्य नपुंसकलिङ्गशब्दः शतम् इति पदं निपातनेन निर्मीयते शतम् इति पदस्य प्रसङ्गे अपि एकं विशिष्टं सूत्रमस्ति पङ्क्ति विंशति त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टि सप्तति अशीति नवति शतं सूत्रेण शतम् इति पदं निर्मीयते शतं पुटात् अद्य वयं पठेम अस्माकं विषयः तु द्वितीया विभक्तिः तस्मिन् पुटे कोष्टकं दृष्ट्वा वाक्यानि लिखत इति लिखितमस्ति तस्मात् आरभ्य अद्य अभ्यासं कुर्मः आदौ भूमा भगिनी आरम्भं करोतु चतुर्थकोष्टकं वा पञ्च चत्वारः अभ्यासः चत्वारः अभ्यासः त्वं कथां लिखामि त्वं युवां युव्यं वचनत्रयेण वाक्यानि निर्माणं करणीयम् आदौ किं लिखितमस्ति त्वं कथां लिखसि लिखसि किमर्थम् एवं लिखितमस्ति त्वं मध्यमपुरुष विभक्ति प्रथमाविभक्ति एकवचनं युष्मत्शब्दस्य त्वं लिख युष्मत्शब्दः कर्तृपदमस्ति मध्यमपुरुषः एकवचनरूपमस्ति लिखसि मध्यमपुरुष एकवचनः त्वं शब्दस्य रूपाणि किं भवन्ति त्वं युवां यूयं त्वां त्वा युवां वा केवलं परिवर्तनं कृत्वा वदतु परिवर्तनं किं परिवर्तनं द्वितीयं वाक्यं पूरयतु युवां कथां लिखसि लिखतः महाप्राण तकारः महाप्राण युवां लिखतः यूयं लिखतः इदानीं कविता इति पदं योजयित्वा वदतु त्रीणि वाक्यानि. त्वं कवितां लिखसि, युवां कवितां लिखतः, यूयं कवितां लिखतः. समाचारः इति पदं योजयित्वा वदतु. त्वं समाचारं लिखसि, युवां समाचारं लिखतः, यूयं समाचारं लिखतः. समाचारः एकवचने अस्ति, किन्तु द्विवचनरूपं योजयित्वा वदतु. त्वं समाचारे लिखसि. समाचारे भवति वा, अत्र समाचारः इति अकारान्तपुल्लिङ्गः, अकारान्तपुल्लिङ्गः. समाचारौ, समाचारौ. त्वं समाचारौ लिखसि, युवां समाचारौ लिखतः, यूयं समाचारौ लिखत. लिखतः अस्ति. लिखतः महाप्राणमेव. उत्तमं. लिखसि, लिखतः, लिखतः इति रूपाणि भवन्ति. कथा इति पदं कीदृशं पदम्? आकारान्तस्त्रीलिङ्गः. रूपाणि वदतु. कथा रमा, रमे रमाः. कथा कथे कथाः, कथां कथे कथाः. कविता कविता कविते कविताः, कवितां कविते कविताः. समाचारः समाचारौ समाचाराः, समाचारं समाचारौ समाचाराः. द्वितीयबहुवचनं द्वितीयबहुवचनं रामं रामौ रामान् समाचारान्. उत्तमं. साधु भगिनी, अत्र समाचारः इति पदमस्ति. सम् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, चर् धातोः रूपम् अस्ति. चर् धातोः रूपमेव चारः, घञ् प्रत्ययान्तरूपम् इति मन्ये. संयोगः आयोगः चर् धातोः रूपमेव समाचारः इति पुंलिङ्गपदमस्ति. घञन्तरूपाणि पुंलिङ्गपदानि. अपि च लिख् धातोः प्रसङ्गे किं ज्ञातव्यं? गीताञ्जली भगिनी, लिख् धातोः प्रसङ्गे किञ्चित् वदतु. लिख् लिख् तु दादिगणे अस्ति. दादिगणे अस्ति चेत् तत्र विकरणप्रत्ययः श अस्ति. शः अस्ति चेत् गुण न भवति, इत्युक्ते अपित् अस्ति. तेन लिख् लिखति एव भवति. अन्यथा पुगन्तलघुपदस्य च इति सूत्रं शप् अस्ति चेत् तु कार्यं करोति एव, किन्तु अत्र तु लिखति एव तिष्ठति. उत्तमं. लट्लकाररूपं लिखति अस्ति, किन्तु लृट्लकाररूपं लेखिष्यति अस्ति. किमर्थं? तत्र तु लेखिष्यति तु लृट् अस्ति चेत् स्या आयाति. तत्र तु आर्धधातुकप्रत्ययः अस्ति. सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भवति तत्र. सार्वधातुक अर्धधातुकयोः इत्यनेन भवति वा? न, पुगन्तलघुपद, क्षम्यतां भगिनि, पुगन्तलघुपदस्य च लि इ उपधा इ अस्ति, क्षम्यताम्. तदेव, अत्र पुगन्तलघुपथस्य च इत्यनेन गुणकार्यं भवति लृट्लकारे, किन्तु अत्र वार्ताका सार्वधातुकप्रक्रियायाम् एव मध्ये गणविकरणप्रत्ययाः आयान्ति. अर्धधातुकप्रक्रियायां गणविकरणप्रत्ययस्य चर्चा नास्ति एव. अर्धधातुकप्रक्रियायां गणविकरणप्रत्ययाः धातुतिङ्प्रत्ययोः मध्ये न आयान्ति. शाविकरणप्रत्ययः अर्धधातुकप्रक्रियायां न आयास्यति इति कृत्वा अपित्वं पित्वम् एतादृशचिन्तनमेव तत्र अनावश्यकम्. केवलं सार्वधातुकप्रक्रियायाम् एव गणविकरणप्रत्ययानां चर्चा भविष्यति. अपि च सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा एतादृशं चिन्तनं करणीयम्. किन्तु लेखिष्यति इति आर्धधातुकलकारः, लृट्लकारः. तुदादिगणे अस्ति इति कृत्वा, शाविकरणप्रत्ययः अस्ति इति कृत्वा, अत्र गुणकार्यम् अभूत्वा लिखति इति रूपमेव सिद्ध्यति. पिडाकमपि लेखिष्यति, लेखिष्यति, धातु सेत् अस्ति प्रत्यय अपि सेत् अस्ति कृत्वा स्यति इडागमः भवति लेखि इति लेख् प्लस् इष्यति इकारमपि अर्थधातुकमस्ति कृत्वा उपगन्तलघुपदस्य इति कृत्वा लेख् भवति तदनन्तरम् इष्यति इति रूपं तत्र ई कारणतः आदेच उपदेशि अकारस्य षकारमपि भवति न प्रत्ययस्य इड् आगमः भवति इति वक्तव्यमस्ति इट् आगमः इति वदामः इट् इति कथनेन इट् आगमः टित् अस्ति चेत् आद्यन्तौ टकितौ इत्यनेन आदौ आयाति कस्य आदौ आयाति इत्युक्ते प्रत्ययस्य आदौ आयाति प्रत्ययस्य इडागमः भवति इति कृत्वा लिख् लेख् भवति पश्चात् इष्यति इति योजयामः पश्चात् सन्धिकार्यम् आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः अपि भवति तत्र इट् आगमः तदेव चिन्तनम् अत्र किञ्चित् वक्तुम् इच्छामि भगिनि वदतु महोदय वदति इ इति अर्थधातुक अस्ति अतः गुणः भवति पुगन्धलघुपदस्य च तदा नास्ति न भगिनि इ तु स्यति इत्यस्य अवयवः अस्ति अतः स्यति स्या तत् तु अर्थधातुक प्रत्ययः अस्ति पुगन्धलघुपदस्य च इति सूत्रेण गुणः भवति परन्तु गुणस्य कारणम् इ नास्ति स्या अस्ति नी तु स्यस्य अवयवः अस्ति तदेव मम स्पष्टतया किं वक्तव्यं धातोः परम् आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययः अस्ति तत्र पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति किमर्थं चेत् सार्वधातुक आर्धधातुकयोः इत्यस्य सम्पूर्णानुवृत्तिः पुगन्तलघुपदस्य च इत्यस्मिन् सूत्रे अस्ति प्रत्ययः कीदृशः आर्धधातुकप्रत्ययः एव किन्तु कीदृश आर्धधातुकप्रत्ययः परे भवेत् वलादि आर्धधातुकप्रत्ययः परः अस्ति चेदेव इडागमः भवति प्रत्ययः इडानुकूलः अस्ति वा प्रत्यये इडागमस्य कृते आनुकूल्यम् अस्ति वा सः प्रत्ययः वलादि आर्धधातुकप्रत्ययः अस्ति वा इति चिन्तनीयम् इत्युक्ते सः प्रत्ययः आर्धधातुकः अपि भवेत् अपि च प्रत्ययस्य आदौ यः वर्णः अस्ति सः वर्णः वलादिवर्णः अपि भवेत् वल् प्रत्याहारस्थवर्णः अपि भवेत् इति अपि द्रष्टव्यं सकारः वलादिवर्णः एव इति कृत्वा इडागमः भवति इत्युक्ते प्रत्यये अपि इडागमस्य कृते आनुकूल्यमस्ति धातौ अपि आनुकूल्यमस्ति इति कृत्वा तत्र इडागमः भवति इदानीं भवत्याः चिन्तनं वदतु वक्तुमिच्छामि इस्य इति एकमेव शब्दः तस्य कारणेन एव गुणः भवति नाट् बिकास् आफ् इ इडागमस्य इ कारणेन न गुणः भवति इस्य दट् इस् इ बिकम्स् दि अवयवम् आफ् स्या इस्य दट् एकरूपेण दट् इस् इट् विल् आक्ट् एस् वन् शब्दः सो बिकास् आफ् दट् गुणः भवति इति अहं पठितवती भगिनि तदेव तस्य भागः भवति प्रत्ययस्य भागः भवति गतसप्ताहे एव वयं पठितवन्तः खलु आगमाः कस्य अवयवाः भवन्ति इति प्रश्नः उदेति मेदचोन्त्यात् परः इत्यस्मिन् प्रसङ्गे अपि वयं पठितवन्तः आगमाः त्रिधा भवन्ति आगमः कुत्र आयाति इति एका वार्ता कस्य अवयवः भवति इति अपि ज्ञातव्यम् अत्र आर्धधातुकस्य ड्वलादेः इत्यस्मिन् सूत्रे सः इडागमः प्रत्ययस्य अवयवः भवति इति भगिनी वक्तुमिच्छति खलु आं भगिनि आं तदेव स्या इस् इडानुकूलः अस्ति धातुः अपि इडानुकूलः अस्ति अतः तत्र इडागमः भवति अनन्तरं फार् गुणकार्यम् ऐ वास् थिङ्किङ्ग् दिस् इस् फिट्टिङ्ग् इन् द मिडिल् अस् बाधकवर्णं देन् हौ केन् गुणकार्यं हेपन् लैक् देट् ऐ हेड् मै डौट् Then I understood E is not a separate entity. When it gets as, comes as Agama, it becomes a part of Syati. Therefore, Sya, Isya is the reason for Guna. That is what I understood. We cannot say E is the reason, E is Ardhadatukam. That is the reason for Guna Karyam. That we cannot say. Gomati Bhagini Tatta, then my question is that if E is the part of the Pratyaya, then E is not under Valadi. The Guna Karyam is before the Idagama. प्रक्रियावसरे इडाग गुणकार्यं प्रथमं भवति, तदनन्तरम् इडागमः भवति, तदनन्तरं संहिता भवति. चिन्तयन्तु तस्मिन् प्रसङ्गे स्या इति प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः परः अस्ति इति कारणतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं, प्रत्यये अपि इडागमानुकूल्यमस्ति, धातोः अपि इडागमानुकूल्यमस्ति इति कृत्वा मध्ये इडागमः भवति. सः इडागमः प्रत्ययस्य अवयवः भवति. ज्ञानानि इति पदस्य निर्माणावसरे अपि नुमागमः भवति. सः नुमागमः प्रातिपदिकस्य अवयवः भवति. प्रातिपदिकस्य अवयवः भवति चेदेव अन्यानि कार्याणि भवितुमर्हन्ति इति अस्माभिः पठितम्. आगमः कुत्र भवति इति एकः प्रश्नः अस्ति, सः आगमः कस्य अवयवः भवति इति अपि प्रश्नः अस्ति. अत्र इट् आगमस्य प्रसङ्गे इट् आगमः प्रत्ययस्य अवयवः भवति. तदर्थमेव इष्यति योजनीयं, प्रत्ययस्य भागः भवति सः इट्. इट् इत्युक्ते इकारः एव. इट् इत्यस्मिन् केवलं ह्रस्व इकारः एव अवशिष्यते खलु, सः इकारः प्रत्ययस्य अवयवः भवति. सकारस्य मूर्धन्य आदेशः भवति आदेशप्रत्ययोः इति सूत्रेण इन्कोः परस्य दन्त्यसकारस्य मूर्धन्यषकारः आदेशप्रत्ययोः इति सूत्रेण भवति इति. साधु भगिनी तदेव अग्रे सरेम. इदानीम् उत्तमपुरुषकर्तृपदानि योजयित्वा वाक्यानि निर्मातव्यानि. शोभा भगिनी भवती पठतु. अहं तत्र अहम् इति योजयामः चेत् अहं लिखामि, आवां लिखावः, वयं लिखामः इति भवति. अपि च अन्येषु पुरुषेषु करणीयं वा भगिनि? अत्र कर्मपदं योजयित्वा वदतु. अहं चित्रं लिखामि, आवां तत्र गीतम् इति. गीतं, पत्राणि, कादम्बरी. अस्तु अस्तु. अहं गीतं गीतं लिखामि, आवां गीतं लिखावः, वयं गीतं लिखामः अथवा अहं गीतं लिखामि, आवां गीते लिखावः, वयं गीतानि लिखावः. गीतमिति नपुंसकलिङ्गे एव भवति किल भगिनि? उत्तमं. तस्मिन् प्रसङ्गे बहु दीर्घा चर्चा अस्ति. गीतम् इति पदं कथाप्रत्ययान्तरूपं, किन्तु तत्र बहु दीर्घा चर्चा अस्ति. पुनः एकवारं प्रेषयामि. इदानीं वदतु. तत्र तावदेव. ओ, अन्येषु पुरुषेषु. अस्तु, तर्हि तत्र अहम् इति अभवत्. अधुना त्वम् इति योजयामि वा? अहम्, आवां, वयम् इति योजयित्वा लेखनीयं. कर्मपदं परिवर्त्य वक्तव्यमस्ति. पत्राणि योजयित्वा वदतु. अस्तु, अहं पत्रं लिखामि, अहं आवां पत्रं लिखावः, वयं पत्रं लिखामः, अहं पत्रे लिखामि, आवां पत्रे लिखावः, वयं पत्रे लिखामः. अपि च अहं पत्राणि लिखामि, आवां पत्राणि लिखावः, वयं पत्राणि लिखामः इति अपि भवितुम् अर्हति. कादम्बरी योजयित्वा? कादम्बरी इति दीर्घैकारस्त्रीलिङ्गशब्दं. तत्र अहं कादम्बरीं लिखामि, आवां कादम्बरीं लिखावः, वयं कादम्बरीं लिखामः, अहं कादम्बर्यौ कादम्बर्यौ लिखामि, आवां कादम्बर्यौ लिखावः, वयं कादम्बर्यौ लिखामः, अहं कादम्बर्यः नदीनद्यौ नद्यः, अहं कादम्बर्यः लिखामि, आवां कादम्बर्यः लिखावः, वयं कादम्बर्यः लिखामः. कादम्बरी इति शब्दस्य द्वितीया विभक्ति बहुवचनं किम्? ओ, क्षमताम्. कादम्बरीः, क्षमताम्, अहं कादम्बरीः लिखामि, आवां कादम्बरीः, नदीं नद्यौ नदीः. कादम्बरीः इति बहुवचने कर्मपदं, द्वितीयविभक्तौ कर्मपदं भवति. अतः अहं कादम्बरीः लिखामि, आवां कादम्बरीः लिखावः, वयं कादम्बरीः लिखामः. उत्तमम्. ईकारान्त स्त्रीलिङ्गपदमस्ति इति कृत्वा नदीशब्दवत् रूपाणि भवन्ति. गीता इति पदं गै धातोः रूपमेव, क्ताप्रत्ययान्तरूपम् अस्ति. गीतं गीते, गीतानि इति रूपाणि भवन्ति. क्तान्तरूपमस्ति इति कृत्वा गीतं गीतः, गीता इति रूपाणि सिद्ध्यन्ति. किन्तु नपुंसकलिङ्गे गीतं पत्राणि इत्यत्र णत्वमस्ति. किमर्थं पत्राणि इति पत्रम् इति नपुंसक, पत्राणि इति नपुंसक बहुवचने, तत्र कानिचन सूत्राणि सन्ति. किन्तु तत्र प पत् र आणि अद रेफा अपि नत्व नत्वस्य मध्ये दीर्घ आकारः आगच्छति. तत्तु अस्तु, तत्र हा दीर्घ आकारः एव. अतः तत्र अट्कुप् वाङ् नु व्यवायेपि इति सूत्रेण णत्वं भवति. एवमेव पत्रेण इति तृतीयविभक्ति एकवचनरूपमस्ति. पत्राणां षष्टिविभक्ति बहुवचने अपि णत्वं भवति. किन्तु कादम्बरी इति पदे रेफः अस्ति, तत्र णत्वं भवितुमर्हति वा तस्य पदस्य प्रसङ्गे? कादम्बरी अस्तु, तत्र कुत्र नदी इति अस्ति चेत् णत्वं कादम्बर् स्त्रीलिङ्गे अस्ति, अतः तत्र कादम्बरीणाम् इति. एकक्षणं भगिनि, तत्र पकार पवर्गीयव्यञ्जनानि एव, मकारः अपि बकारः बाधकवर्णाः न सन्ति. कादम्बरीणाम् इति णत्वं भवितुम् अर्हति तत्रापि. तृतीय एकवचने अणत्वं न भवति. कादम्बर्या इति वक्तव्यमस्ति, स्त्रीलिङ्गपदमस्ति. किन्तु षष्टिविभक्ति बहुवचनरूपं पश्यामश्चेत् कादम्बरीणां कादम्बरी इति कथनेन रेफात् परं केवलम् ईकारः अस्ति. तत्र ईकारः एव व्यवधानरूपेण अस्ति. रेफात् परं केवलं दीर्घ ईकारः व्यवधानरूपेण अस्ति. ईकारः अट् प्रत्याहारस्थवर्णः, स्वरवर्णः अस्ति. अट् प्रत्याहारे सर्वे स्वराः सन्ति इति कृत्वा अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण णत्वकार्यं भवति. तदर्थमेव षष्टिविभक्ति बहुवचनरूपं कादम्बरीणां. साधु भगिनि, तदेव अग्रिमे पुटे किं लिखितम् इति पश्येम. वासुदेवन् महोदय, भवान् पठतु. कोष्ठके विद्यमानानां शब्दानां द्वितीयाविभक्तिरूपैः रिक्तस्थानानि पूरेत. कोष्ठके विद्यमानानां शब्दानां द्वितीयाविभक्तिरूपैः रिक्तस्थानानि पूरेत. यूयं यूयं पूरेत इति अर्थः. महोदय, कोष्ठके इति पदस्य रूपं किम्? कोष्ठके, कोष्ठके सप्तमी एकवचनं. कोष्ठकशब्दः, तस्य सप्तमी एकवचनरूपं कोष्ठके. विद्यमानानां विद्यमानानां विद्यमाना विद्यमाना विद्यमानानां विद्यमानं विद्यमानानां विद्यमानानां षष्टिभुवचनं. विद्यमान कीदृशं पदम्? विद्यमानं विद्यमानं विद्यमानं नौसलिङ्गम्. अत्र पश्यतु महोदय, शब्दः इति पुंलिङ्गपदमस्ति. पदम् इति रूपमस्ति चेत् पदम् इति नपुंसकलिङ्गपदमस्ति. किन्तु अत्र शब्दः इति पुंलिङ्गपदमस्ति. षष्टि बहुवचनरूपं समानं खलु? तदर्थमेव विद्यमानानां शब्दानां विशेषणरूपं, तदर्थं विद्यमानानां. द्वयोः मध्ये विशेषणविशेष्यभावः अस्ति. विद्यते इति क्रियापदमस्ति. विद्यते इति क्रियापदम् आत्मनेपदी रूपमस्ति इति कृत्वा शाणच् प्रत्ययान्तरूपं सिद्ध्यति. विद्यमान इति प्रातिपदिकम् अस्ति. विद्यमान इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. पुंलिङ्गे पुरुषः विद्यमानः, विद्यमानः ग्रन्थः, विद्यमानं पुस्तकम्, विद्यमानं पुस्तकं, विद्यमाना कथा, विद्यमाना कथा. इदानीं वदतु. द्वितीयविभक्तिरूपैः तृतीया द्वितीयविभक्तिरूपैः तृतीया बहुवचनं तृतीयाविभक्ति बहुवचनं द्वितीयविभक्तिरूपैः द्वितीयाविभक्ति द्वितीयाविभक्ति समस्तपदम् इति अहं चिन्तयामि. द्वितीयविभक्तिरूपैः विभक्तिरूपैः रूपैः तृतीयान्त तृतीया बहु तृतीयाविभक्ति बहुवचनम्. अपि च लिङ्गं किम्? रूप रूपः रूपः पुल्लिङ्गं. रूपं रूपं रूपं रूपं रूपं नौसलिङ्गं. रूपं शब्दस्य रूपाणि वदतु रूपं रूपे रूपाणि तत्र णत्वं किमर्थम् अड्कुपं नः इति सूत्रेण रूपम् इति पदं नपुंसकलिङ्गपदमस्ति एवमेव स्थानम् स्थानम् इति पदमपि नपुंसकलिङ्गपदमस्ति स्थानम् इत्यस्य रूपाणि वदतु स्थानं स्थाने स्थानानि स्थानं कीदृशं पदं स्थानं नपुंसकलिङ्गपदम् इतोपि इतोपि स्थानं स्थाने स्थानानि द्वितीयविभक्ति स्थानं स्थाने स्थानानि तदपि द्वितीय अपि समानमस्ति कीदृशं पदं स्थानं नपुंसकलिङ्गं ल्युडन्तपदं खलु स्था धातुतः ल्युट् प्रत्ययस्य योजनेन स्थानम् स्थानम् इति पदम् अन्यन्त ल्युडन्तम् इति वक्तव्यमस्ति अन्यन्त ल्युडन्तम् णिजन्त ल्युडन्तं वक्तुमिच्छामश्चेत् स्थापनम् इति भवति स्थानं भिन्नं पदं स्थापनम् इति भिन्नं पदम् अस्ति रिक्तस्थानानि इति समस्तपदस्य विभक्तिः का रिक्तस्थानानि रिक्तस्थानानि रिक्तं रिक्तं यस्य स्थानं रिक्तं यस्य स्थानं तत् तद् रिक्तस्थानं अत्र रिक्तस्थानम् इति पदस्य विग्रहवाक्यं रिक्तं च तत् स्थानं च इति विशेषणपूर्वपदकर्मधारयसमासः भवति इति मम चिन्तनम् अस्ति अहं चिन्तितवान् रिक्तं यस्य स्थानं रिक्तं यस्य स्थानं तद् रिक्तस्थानम् इति अहं चिन्तितवान् तदपि शुद्धमेव चिन्तनीयं विशेषणपूर्वपदकर्मधारयसमासः भवति इति मम चिन्तनम् अस्ति सामानाधिकरण्यं वर्तते कर्मधारयसमासस्य प्रसङ्गे सामानाधिकरण्यं वर्तते इति कृत्वा अपि च अत्र वार्ता का रिक्तस्थानानि इति पदम् अस्मिन् वाक्ये द्वितीयान्तं पदं खलु किमर्थं द्वितीयान्तम् कर्मपदमस्ति अत्र धातुः सकर्मकः पूरी सकर्मकधातुः अस्ति इति कृत्वा रिक्तस्थानानि इति पदं कर्मपदमस्ति कोष्टके कानिचन पदानि दत्तानि आदौ पदानि एकवारम् उच्चारयतु दत्ताः अश्वौ सिद्धिः युद्धवार्ता भगवद्गीता पुष्पितवाणी प्रज्ञावादाः गुरवः प्रवृत्तिः शास्त्रविधिः विजयः इन्द्रियाणि प्रज्ञा शङ्कौ सेना देवाः विषयाः पृथिवी कुरवः हरिः पितरः चमूः प्रत्येकं पदं स्वीकृत्य तस्य पदस्य लिङ्गं किं वचनं किं विभक्तिः का वदतु भक्तः भक्ताः भक्तः पुल्लिङ्गं पुल्लिङ्गं प्रथमे भक्तः भक्तः भक्तौ भक्ताः एकवचनं द्विवचनं बहुवचनं पुल्लिङ्गे एकवचनं द्विवचनं बहुवचनम् उत्तमम् इतोपि वयं किं पठितवन्तः पूर्वं भज् इति धातुः अस्ति भज सेवायाम् इत्यस्मिन् अर्थे एकः धातुः अस्ति भज् धातुतः क्ताप्रत्ययस्य योजनेन भक्त अत्र बहुवचनरूपं दत्तमस्ति अग्रे करोतु अश्वौ अश्व अश्वौ अश्वः अश्वौ अश्वाः द्वितीय द्वितीय द्विवचनं द्विवचनं प्रथमा तदा द्वितीय प्रथमा विभक्ति तदा द्वितीयविभक्ति द्विवचनमस्ति अश्वौ अग्रे सिद्धिः सिद्धिः सिद्धिः इकारान्त स्त्रीलिङ्गं सिद्धिः सिद्धिः सिद्धिः सिद्धिः सिद्धयः सिद्धिः सिद्धिः सिद्धयः सिद्धिं सिद्धिः सिद्धिः सिद्धिं सिद्धिः सिद्धिः स्त्रीलिङ्गपदमस्ति इति कृत्वा द्वितीयाविभक्ति बहुवचनं सिद्धिः सिद्ध धातुतः क्तिं प्रत्ययस्य योजनेन सिद्धिः इति स्त्रीलिङ्गपदं सिद्ध्यति भवती सिद्धधातुतः क्तिन् प्रत्ययः किन्तु अत्र सन्धिकार्याणि सन्ति चतुर्थं पदमस्ति युद्धवार्ता वदतु युद्धवार्ता युद्धवार्ता युद्धवार्ता युद्धवार्ताः युद्धस्य वार्ता युद्धवार्ता लिङ्गं किं स्त्रीलिङ्गं वार्ता इति पदं स्त्रीलिङ्गपदमस्ति, समस्तपदमस्ति चेदपि उत्तरपदं स्त्रीलिङ्गपदमस्ति इति कृत्वा उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा आहत्य अत्र समस्तपदं स्त्रीलिङ्गपदं भवति. अत्र षष्टितत्पुरुषसमासः अस्ति. तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति. परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण परशब्दस्य लिङ्गवत् सम्पूर्णसमस्तपदस्य लिङ्गं भवति. पञ्चमं पदं किम्? भगवद्गीता. भगवत् योगं गीता, भगवत् गीता, भगवद्गीता. भगवत् इति प्रातिपदिकम् अस्ति. समस्तपदस्य निर्माणप्रसङ्गे सर्वदा प्रातिपदिकं स्वीकर्तव्यम्. अत्र भगवत् इति प्रातिपदिकम् अस्ति, गीता इति उत्तरपदमस्ति. इत्युक्ते द्वयोः सुबन्तयोः मेलनेन समस्तपदनिर्माणं भवति. भगवद्गीता इति पदस्य विग्रहवाक्यं कथं भवितुमर्हति? भगवतः गीता. भगवतः गीता, भगवता गीता, भगवता गीता इति, भगवता गीता इति विग्रहवाक्यम् इतोपि समीचीनम्. भगवान् उत्तमम्, समीचीनं विग्रहवाक्यं भवति. भगवता गीता. साधु महोदय उत्तमरीत्या कृतवान्. गीताञ्जलि भगिनी एकवारं वदतु. भगिनी एकः प्रश्नः, तत्र भक्तः तु पुंलिङ्गं पदमस्ति, इत्युक्ते यः भजति सेवा करोति, किन्तु पुंलिङ्गम् अस्ति. स्त्रीलिङ्गमस्ति चेत् किमपि पदम् अस्ति भगिनी? भक्त भज् धातुतः फीमेल् डेबुटी अस्ति, किमपि पदम् अस्ति तत्र? भक्ता अस्ति. भक्ता इति स्त्रीलिङ्गं पदं समानार्थक भगिनि? आम्. अस्तु अस्तु. भक्तः, भक्ता, भक्तम् अपि अस्ति वा भगिनि? अस्ति. ओ अस्तु, धन्यवादः. चिन्तयतु पठ् धातोः रूपाणि, पठितः, पठितं, पठिता. त्रीणि वाक्यानि वदतु. पठितं, पठितं, पठितं पुस्तकं, पुस्तकं, पठिता कथा, पठितः ग्रन्थः. उत्तमम्. एवमेव अत्रापि त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. षष्ठं पदम् अस्तु, पुष्पितवाणी, पुष्पितवाणी दीर्घ ईकारान्त स्त्रीलिङ्गं पदम्. वाणी, पुष्पितवाणी, पुष्पिता इत्युक्ते किं? सुन्दरी वाणी भगिनि. पुष्पिता पुष्पम् इव. पुष्पिता इति पदमपि क्ताप्रत्ययान्तरूपमेव, क्तान्तरूपमस्ति. पुष्पिता वाणी इत्युक्ते कर्मधारयसमासः भवति, विशेषणपूर्वपदकर्मधारयसमासः भवति. अत्र पुंवद्भावः करणीयः, पुंवद्भावं कृत्वा वक्तव्यम्. विग्रहवाक्यं वदामश्चेत् पुष्पिता वाणी विशेष्यनिग्रहशब्दः अस्ति इति कृत्वा पुंवद्भावं कृत्वा पुष्पितवाणी इति समस्तपदम्. अस्मिन् प्रसङ्गे इतोपि ज्ञातुं यदा वयं वाक्यानि पूरयामः तस्मिन् प्रसङ्गे इतोपि किञ्चित् विस्तरेण चर्चयामः. अन्येषां पदानां प्रसङ्गे वदतु. प्रज्ञावादाः तत्र अपि प्रज्ञावादाः इति पुंलिङ्गमस्ति इति मन्ये भगिनी. प्रज्ञावादाः पुंलिङ्गं पदं बहुवचनम्, अकारान्तपदं, वद् धातोः रूपमेव वादः. वद् धातुतः पुंलिङ्गं बहुवचनरूपं, प्रथमा विभक्ति वादः वद् धातुतः आयाति. तत्र विग्रहवाक्यं, वाक्यानि यदा परिशीलयामः तदा वदामः. इदानीम् अग्रिमं पदं स्वीकृत्य वदतु. गुरवः, गुरवः, गुरवः गुरु उकारान्त पुंलिङ्गं पदं बहुवचनरूपम् अस्ति. गुरवः प्रथमविभक्ति, गुरवः गुरु, गुरु गुरुः, गुरु गुरवः, गुरु गुरून् नकारान्त आयाति तत्र. गुरुणा अस्ति खलु? हा, गुरुणा, गुरुभ्यां, गुरुभिः, गुरुणा, गुरुभ्यां, गुरुभिः, गुरवे, गुरुभ्यां, गुरुभ्यः. तदनन्तरं गुरवः गुरुभ्यां गुरोः क्षम्यतां गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुर्वोः गुरूणां गुरौ गुर्वोः गुरुषु. उत्तमं. गुरुणा गुरूणाम् इत्यत्र अणत्वं भवति. अग्रिमं पदमस्ति प्रवृत्तिः. वदतु. प्रवृत्तिः ह्रस्व ईकारान्त स्त्रीलिङ्गं पदं प्रवृत्तिः प्रथमाविभक्ति एकवचनरूपम् अस्ति अत्र प्रवृत्तिः इति. स्त्रीलिङ्गपदमस्ति. वृत् धातोः रूपमेव. प्र उपसर्गपूर्वकः वृत् धातुतः क्तिन् प्रत्ययस्य योजनेन निर्मितं पदं प्रवृत्तिः. वृत् धातुतः वर्तते इति आत्मनेपदिरूपं. वर्तमान इति शाणजन्तरूपं. वर्तते इति साधारणलट्लकाररूपमस्ति. अग्रिमं पदमस्ति शास्त्रविधिः. वदतु. शास्त्रविधिः अपि स्त्रीलिङ्गं पदमिति मन्ये. प्रथमविभक्ति एकवचन ह्रस्व ईकारान्त मतिवत् अस्ति. शास्त्रविधिः शास्त्रविधिः भगिनी विधिशब्दः इकारान्तशब्दः. हरिशब्दवत् रूपाणि वक्तव्यानि. विधिः इति पदं पुंलिङ्गपदमेव. अस्तु हरिवत् अस्ति. अस्ति हरिः हरौ हरयः. हरिः हरी हरयः. हरयः क्षम्यताम्. हरिः हरी हरयः. हरिं हरी हरीन् हरिणा हरिभ्यां हरिभिः. विधिशब्दं स्वीकृत्य एकवारं परिशीलयतु. विधिः विधी विधयः. विधिं विधी विधीन् विधिना विधिभ्यां विधिभिः. विधये भये विधिभ्यां विधिभ्यः. हरेः विधेः विधिभ्यां विधिभ्यः. विधेः विधीनां विधौ विधिषु. शास्त्रविधिः इति पदमपि समस्तपदमेव. साधु भगिनी अग्रिमानि पदानि स्वीकृत्य वदतु. लिङ्गं किं वचनं किम्? आं भगिनि विजयः इति पुंलिङ्गमिति मन्ये. विजयः पुंलिङ्गम् एकवचनं. रामवत् अस्ति अकारान्त. विजयः विजयौ न विजयः विजयौ हा विजयौ विजयाः इति एव. इन्द्रियाणि नपुंसकलिङ्गं बहुवचन प्रथम द्वितीय. इन्द्रियम् इन्द्रिये इन्द्रियाणि. प्रज्ञा तु स्त्रीलिङ्गं पदमिति मन्ये. आकारान्त प्रज्ञा प्रज्ञे प्रज्ञाः. शङ्खौ द्विवचने शङ्खं नपुंसक शङ्खः शङ्खौ शङ्खाः पुंलिङ्गं पदं शङ्खौ. सेना दीर्घ आकारान्त रमावत् सेना सेने सेनाः. देवाः इति आकारान्त पुंलिङ्गपदं. रामवत् बहुवचनरूपं. देव देवौ देवाः. विषयाः अपि समानेव. विषयः विषयौ विषयाः. पृथ्वी इति दीर्घ ईकारान्त स्त्रीलिङ्गं पदं. नदीवत् इति नदी नद्यौ नद्यः. पृथ्वी पृथिव्यौ पृथिव्यः. पृथिवीं पृथिव्यौ पृथिवीः. उत्तमं. कुरवः कुरवः तु इति ऊकारान्त गुरुवत् इति मन्ये. कुरु कुरुः कुरु कुरवः. गुरुः गुरु गुरवः इति पुंलिङ्गं पदम्. कुरुं कुरु कुरून् कुरुणा कुरुभ्यां कुरुभिः एवं भवन्ति. हरिः हरी हरयः पुंलिङ्गं पदं. हरिं हरी हरीन् इति इकारान्त पुंलिङ्गं पदम्. पितरः तु ऋकारान्त अस्ति, पितरः पितरौ पितरः पितरौ पितॄन्. उत्तमं. पितृ इति ऋकारान्तप्रातिपदिकम्. आं भगिनि, ऋकारान्त पितृ. अग्रिमं पदं चमूः. चमूः इति चमूः इति दीर्घ ऊकारान्त ऊकारान्त स्त्रीलिङ्गपदम् इति तु जानामि. रूपाणि चमूः, चम्वौ, चम्वः, शङ्खौ इति पदमस्ति खलु, तत्र अनुस्वारस्य स्थाने कवर्गीय अनुनासिकव्यञ्जनं किमर्थमस्ति? शङ्खं प्रथमा तु मोनुस्वार इति सूत्रमिति पदान्तमकारस्य स्थाने एव मोनुस्वारः इति सूत्रेण अनुस्वारादेशः भवति. अत्र पदान्ते अस्ति वा? नश्च पदान्तस्य झलि, नश्च पदान्तस्य झलि इति सूत्रेण अनुस्वार भवति. तत् ख परं परवर्ण खकार अस्ति चेत् कावर्गीय अनुनासिक वर्ण आयाति अनुस्वारस्य ययि परसवर्ण इति सूत्रेण णकार आयाति शङ्ख शङ्खौ. अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने कवर्गीय अनुनासिकव्यञ्जनम् आदिष्टः भवति. शङ्खौ इति रूपम् एवमेव लेखनीयम्. अनुस्वारसहितं रूपम् असमीचीनम्, एवं रीत्या एव लेखनीयम्. साधु भगिनी, धन्यवादाः. अग्रे गोमती भगिनी, कृपया एकवारं वाक्यानि पूरयतु. वाक्यानि, प्रथमवाक्यं, देवः भक्तान् पालयति इति. पालयति क्रिया, देवः कर्ता, भक्तान् कर्मपदं. देवः पालयति, देवः भक्तान् पालयति. देवः इति अकारान्त पुल्लिङ्ग एकवचनं, भक्तान् इति अकारान्त भक्त इति शब्दस्य द्वितीयविभक्ति बहुवचनं, पालयति इति लट् लकार, पाल पाल चौरादिगणीयधातुः पाल इति अत्र तु देवः, देवः दिव् धातु अस्ति. दिव् धातोः खञ् प्रत्ययः योजनेन देव देव भवति. देवः दे ते रामः रामौ देवौ देवाः देवं देवौ देवान् इति रूपाणि. भक्तान् भज् धातु, भजुयोगता, भजुयोगता अनन्तरं चोहोकुः सूत्रेण फक् योग त भक्त इति रूपं. भक्तः भक्ता भक्तम् इति त्रीणि रूपाणि, पुल्लिङ्गनपुंसकस्त्रीलिङ्गपदानि. पालयति इति पालौ रक्षणे इति चुरादिगणीयधातुः, लट् लकारमस्ति. पालयति, पालयते, पालयन्ति, पालयसि, पालयतः, पालयथ, पालयामि, पालयावः, पालयामि, पालयामः इति रूपाणि. पालधातुः चुरादिगणे अस्ति. चुरादिगणीयधातुषु स्वार्थे अपि अणिच् विधीयते, न केवलं प्रेरणार्थे, स्वार्थे अपि अणिच् विधीयते. सत्यापपाशवीणा तूल इति एकं दीर्घं सूत्रमस्ति, तेन दीर्घसूत्रेण चुरादिगणीयधातुषु स्वार्थे अपि अणिच् विधीयते इति कृत्वा अत्र पालि इति धातोः रूपं भवति, पश्चात् पालयति इति लट्लकाररूपम्. अग्रे वदतु. अग्रे सारथिः अश्वौ निबध्नाति इति. सारथिः निबध्नाति क्रियापदं, सारथिः कर्ता, निबध्नाति सकर्मकं कर्मपदम् अश्वौ अस्ति. सारथिः इति इकारान्त पुल्लिङ्गपद प्रथमाविभक्ति शब्दः रूपम्. अश्वौ अश्वा इति अकारान्त अत्र द्वितीया विभक्ति द्विवचनं निबध्नाति इति क्रियापदं निबध्नाति इति बन्धधातु बन्धधातुः वदामि भगिनि तत्र नकारस्य किञ्चित् वदामि अश्वद्वयं द्वौ अश्वौ साधु खलु द्वौ अश्वौ द्विवचनरूपम् अत्र पूरणीयम् अत्र नि उपसर्गपूर्वकः बन्ध धातोः रूपमेव बध्नाति अयं धातुः क्रयादिगणे अस्ति क्रयादिगणीयधातोः प्रसङ्गे क्रियादिभ्यः श्ना इति सूत्रेण श्ना विकरणप्रत्ययः आयाति किन्तु धातुः अस्ति बन्ध इत्युक्ते अस्मिन् धातौ मूले एव दन्त्यनकारः आसीत् नुमागमः भूत्वा नकारः आगतः तादृशी स्थितिः अत्र नास्ति अयं धातुः अनिदित् धातुः इत्युक्ते इदित् धातुषु एव नुमागमः भूत्वा मध्ये नकारः आयाति किन्तु धातौ एव दन्त्यनकारः इत्युक्ते अयं धातुः अनिदित् धातुः अनिदित् धातुः अस्ति इति कृत्वा अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भूत्वा बध्नाति इति रूपं कितिनिति प्रत्यये परे एवं रीत्या अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति कितिनिति प्रत्यये परे एव नित् प्रत्ययः कः बध्नाति इत्यत्र बध्नाति इति नियोगः बध्नाति लट् रूप प्रथमपुरुष एकवचनं क्रयादिगणीयधातुः अनन्तरं निबध्नीतः निबध्नन्ति श्नाप्रत्ययः अपित् प्रत्ययः श्नाप्रत्ययः अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति इति कृत्वा अत्र श्नाप्रत्ययः अपि नित् प्रत्ययः सार्वधातुकम् अपित् इत्यनेन नित्वं तस्मिन् अध्यारोप्यते श्नाप्रत्ययः परः अस्ति इति कृत्वा अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भूत्वा बध्नाति इति रूपं सिध्यति एतादृशरीत्या एव केचन अन्यधातवः सन्ति भगिनि नकारस्य लोभस्य सूत्रं पुनरेकवारं कृपया वदतु अनिदितां हल उपधायाक्निति अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति बन्धधातोः प्रसङ्गे चिन्तनम् इतोपि किं भवति बन्धधातुतः एव बद्ध इति रूपं सिद्ध्यति बद्ध इति क्तान्तरूपं बद्धवान् इति क्तवत्वन्तरूपम् अस्ति क्ताप्रत्ययः क्तवत् प्रत्ययः प्रत्ययद्वयं कित् प्रत्ययौ कित् प्रत्ययः परः अस्ति इति कृत्वा नकारलोपः भूत्वा बन्धधातुतः बद्धः बद्धं बद्धा इत्यादीनि क्तान्तरूपाणि सिद्ध्यन्ति क्ताप्रत्ययः कित् अस्ति इति कारणतः नकारलोपः भवति किन्तु तस्य ल्युडन्तरूपं बन्धनं बन्धनम् इत्यत्र नकारलोपः न भवति किमर्थं चेत् बन्धनम् इति पदं ल्युडन्तपदं ल्युट् प्रत्ययः कित् नास्ति इति कृत्वा तत्र अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः न भवति इतोपि बध्नाति बध्नीतः बध्नन्ति इति रूपाणि भवन्ति कर्मणि रूपं किं भवति बध्यते भवति तत्रापि नकारलोपः भवति किमर्थं चेत् सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति कर्मणि प्रयोगे यक् प्रत्ययः कित् अस्ति यक् इत्यस्मिन् ककारः इति संज्ञकः कर्मणि लट् प्रसङ्गे अपि नकारलोपः भवति इति कृत्वा बध्यते इति रूपं सिद्ध्यति बद्धः बद्धवान् बध्यते अत्र नकारलोपः कृतः किमर्थं चेत् धातोः परं कित् प्रत्ययाः सन्ति इति कृत्वा अनिदितां हलोपधायाक्निति इति सूत्रेण नकारलोपः भवति कुत्र नकारलोपः न भवति इति परिशीलयामश्चेत् बन्धनं तत्र ल्युट् प्रत्ययः अस्ति नकारलोपः न भवति तव्यत् किं बन्धव्यं तत्रापि नकारलोपः न भवति तव्यत् तत्रापि कित् नास्ति अनियर् प्रत्ययः अस्ति अनियर् प्रत्यये अपि कित्वं नास्ति कित्वं नास्ति इति कारणतः नकारलोपः न भवति तदर्थं बन्धनीयं बन्धनं बन्धव्यं बन्धनीयम् अपि च तुमुन् इति कथनेन कित् नास्ति इति कृत्वा तत्रापि नकारलोपः न भवति. बन्धुम् आहत्य बन्धनं, बन्धुं, बन्धव्यं, बन्धनीयम् इत्यादिषु पदेषु नकारलोपः न भवति. किन्तु बध्नाति, बद्धवान्, बद्धः, बध्यते इत्यादिषु पदेषु धातोः परं कित् प्रत्ययाः सन्ति इति कृत्वा अनिदितां हलोपधाया क्निति इति सूत्रेण नकारलोपः भवति. मुख्यविषयः कः? अयं धातुः अनिदित् धातुः. अनिदित् धातुषु एव एतादृशं कार्यं भवति. अनिदित् अपि च इदित् अनयोर्मध्ये महान् भेदः अस्ति. धातुः इदित् अस्ति चेत् नुमागमः भवति, अनिदित् अस्ति चेत् एतादृशं कार्यं भवति. अनिदितामहल उपधाया क्निति सूत्रेण नकारलोपः भवति. धातुः मूलस्थित्यां कीदृशरूपेण अस्ति, धातोः रूपं कथमस्ति मूलस्थित्याम् इति अस्माभिः ज्ञातव्यम्. अयं धातुः अनिदित् धातुः इत्युक्ते धातोः मूलस्थित्याम् अनुनासिकह्रस्वैकारः इत्संज्ञकः नास्ति. अनिदित् इति कथनेन इदित् नास्ति. अनिदित् इत्यस्मिन् पदे नञ् समासः अस्ति खलु. भिन्न उपसर्गाणां योजनेन अनुबन्धः, निबन्धः, सम्बन्धः, निर्बन्धः इत्यादीनि पदानि साधयितुं शक्नुमः. बन्धः भिन्नं पदं, बद्धः भिन्नं पदं, तत्र भेदः अस्ति, प्रत्ययभेदः. किं स्मर्तव्यम् इत्युक्ते अयं धातुः अनिदित् धातुः अस्ति इति कृत्वा अत्र विशिष्टकार्यं भवति. अग्रे सरेम अरविन्द महोदय, भवान् पठतु अग्रे. भगिनी प्रबन्ध अपि अस्ति न? प्रबन्धः उत्तमं, महान् भेदः अस्ति. एकवारं चिन्तयन्तु, प्रबन्धः इति भिन्नं पदम्, अनुबन्धः इति भिन्नं पदं, सम्बन्धः भिन्नं पदम्. आबन्धः, अनुबन्धः, निबन्धः, सम्बन्धः, प्रबन्धः, एवं रीत्या तत्र महान् भेदः अस्ति. अनुबन्धः, प्रबन्धः, अनयोर्मध्ये पश्यन्तु केवलम् उपसर्गभेदेन महान् अर्थभेदः वर्तते. अग्रे करोतु. मुनयः वदन्ति तृतीयपदमस्ति सिद्धिः इति इकारान्तस्त्रीलिङ्गपदं. मुनयः सिद्धिः, सिद्धिं विन्दति इति. मुनयः इति मुनि इकारान्तस्त्रीलिङ्गं बहुवचनं, प्रथमा बहुवचनं कर्तृपदमस्ति. सिद्धिः इति इकारान्तस्त्रीलिङ्ग, तस्य द्वितीय एकवचनमस्ति सिद्धिं. विद् धातुतः विन्दति इति रस्मैपति एकवचनं, बहुवचने विन्दन्ति इति. विन्दति, विन्दतः, विन्दन्ति इति विद् धातुतः. विद् धातुः बहुषु गणेषु अस्ति. विद् धातोः रूपमेव विन्दति. विद् धातुः अदादिगणे अस्ति चेत् वेत्ति इति रूपं सिद्ध्यति. विद्यते रूपमपि अस्ति. विद् सत्तायाम् इत्यस्मिन् अर्थे अस्ति. अत्र तुदादिगणीय विद् धातुः इति वक्तव्यम्. तुदादिगणीय विद् धातुः अत्र विशिष्टसूत्रेण नुमागमः भवति. तुदादिगणे एकः अन्तर्गणः अस्ति. मुच् आदयः धातवः तस्मिन् अन्तर्गणे सन्ति. कति धातवः सन्ति? अष्टधातवः सन्ति. तेषु धातुषु षे मुचादीनाम् इति सूत्रेण नुमागमः भूत्वा विन्दति इति रूपं सिद्ध्यति. विद् विन्द् भवति. कथम् इत्युक्ते तत्र षेमुचादीनाम् इति सूत्रेण नुम् आगमः भूत्वा मध्ये नकारः आयाति. नुम् इत्यस्य अनुवृत्तिः अस्ति तस्मिन् सूत्रे. षेमुचादीनाम् इत्यस्मिन् सूत्रे नुम् इत्यस्य अनुवृत्तिः अस्ति. विन्द् इति रूपं भवति. तुदादिगणे शा इति विकरणप्रत्ययः आयाति. शा इत्यस्मात् आ अवशिष्यते. विन्द् योगः आयोगः अन्ति. विन्दन्ति इति रूपम् अस्ति. सन्धिकार्यमपि विद् धातोः रूपमेव विन्दति. मुनयः सिद्धिं विन्दन्ति. गीतावाक्यमेव अस्मिन् प्रसङ्गे किञ्चित् वदतु. गीतायां स्वकर्मणा सिद्धिं विन्दति मानवः, अथवा कालेनात्मनि विन्दति. योगसंसिद्धः कालेनात्मनि विन्दति इति. नयनं छिन्दन्ति. छिद् छिद् छिन्दन्ति चिनत्ति इति रूपम् अस्ति, रुधादिगणीयः इति भाति, चिनत्ति इति रुधादिगणीयः। अग्रे करोतु। धातृराष्ट्रः युद्धवार्ता इति, तस्य युद्धवार्ता इति भवति वा, युद्धवार्तां शृणोति इति। धृतराष्ट्रः भिन्नं पदं, धार्तराष्ट्राः इति भिन्नं पदं खलु। आम्, धार्तराष्ट्र अपत्यम्, अपत्यं पुमान् इति। धृतं राष्ट्रं येन सह इति मया श्रुतं, युद्धस्य वार्ता अपि साधु एव। आम्, षष्टिवत्पुरुष। युद्धवार्ता इति समस्तपदमस्ति, युद्धम् इति नपुंसकलिङ्गपदमस्ति, किन्तु वार्ता इति स्त्रीलिङ्गपदमस्ति। द्वयोः मेलनेन यत् समस्तपदं निर्मितं तस्य लिङ्गं तु स्त्रीलिङ्गमेव। किमर्थं चेत् अस्मिन् पदे अपि तत्पुरुषसमासः अस्ति इति कृत्वा, यथा पूर्वम् उक्तं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण उत्तरपदस्य लिङ्गमेव सम्पूर्णपदस्य लिङ्गं भवति इति कृत्वा, युद्धवार्ता इति समस्तपदमपि स्त्रीलिङ्गे अस्ति। शृणोति पदस्य प्रसङ्गे वदतु। शृणोति इति शृणोति इति पदस्य प्रसङ्गे ज्ञातव्याः अंशाः के, यद्यपि श्रु धातुः भुवादिगणे उक्तमस्ति, किन्तु व्यावहारिकत्वेन सः धातुः स्वादिगणीयः इति वक्तव्यमस्ति। धातोः मूलरूपं पश्यामश्चेत् तत्र तालव्यशकारः, रेफः, उकारः, तालव्यशकारः, रेफः, उकारः, एते त्रयः वर्णाः धातौ सन्ति, किन्तु श्रुवः श्रुच इति विशिष्टसूत्रेण श्नु इति विकरणप्रत्ययः योज्यते। श्रुवः श्रुच इति सूत्रेण कार्यद्वयं भवति, श्नु इति विकरणप्रत्ययः मध्ये आयाति, अपि च श्रुस्थाने श्रु आदेशः भवति। तत्र भेदः कः इति परिशीलयामश्चेत्, शकारः, रेफः, उकारः वर्णत्रयमस्ति आदौ, किन्तु तस्य स्थाने धात्वादेशः भूत्वा श्रु इति रूपम् आयाति। व्यावहारिकत्वेन श्रु धातुः स्वादिगणीयः। एतादृशं कार्यं कुत्र भवति, तत्र निमित्तं किम् इत्यपि चिन्तनीयम्। श्रुवः श्रुच इति सूत्रेण सार्वधातुकप्रत्यये परे एव भवति, श्रुत्वा, श्रुतवान्, श्रोष्यति इत्यादिषु पदेषु धात्वादेशः न भवति। शृणोति, शृणोतु इत्युक्ते सार्वधातुकलकारेषु एव श्रुवः श्रुच इति सूत्रेण कार्यं भवति इति। औत्सर्गिकरूपेण आदौ शप् आयाति, किन्तु तत्र श्नुविकरणप्रत्ययः आयाति। अन्ततो गत्वा किं वक्तव्यं, श्रु धातुः भुवादिगणे अस्ति चेदपि स्वादिगणीयः। अग्रे करोतु। अग्रिममस्ति, वयं भगवद्गीता पठामः इति। वयं अस्मशब्दस्य बहुवचनं, प्रथमबहुवचनं कर्तृपदं। भगवद्गीता, भगवता गीता इति तृतीयतत्पुरुष, कर्तृकरणे कृताबहुलम् इति सूत्रेण तृतीयतत्पुरुषसमासः भवति। पठामः, पट् धातुतः प्रथमपुरुष मध्यम उत्तमपुरुष बहुवचनं, पठामः, पठामि, पठामः इति रूपम्। उत्तमं। पूर्वस्मिन् वाक्ये विन्दति अस्ति, विन्दति इत्यस्य अर्थः तु प्राप्नोति, सुदादिगणीय विद्धातोः रूपं विन्दति अस्ति। तत्र अष्टधातवः के इति पश्यामश्चेत्, लुप् धातुतः लुम्पति, विद्धातुतः विन्दति, लिप् धातुतः लिम्पति, सिच् धातुतः सिञ्चति, कृत् धातुतः कृन्तति, खिद् धातुतः खिन्दति, पिष् धातुतः पिंशति। एतेषु अष्टसु धातुषु शेमुचादीनाम् इति सूत्रेण मध्ये नुमागमः भूत्वा, मुच् धातुतः मुञ्चति, सिच् धातुतः सिञ्चति, विद् धातुतः विन्दति। विद् धातुः बहुषु गणेषु अस्ति, चतुर्षु अथवा पञ्चसु गणेषु अस्ति। विद्यते एकं रूपम् अस्ति, विन्दति अस्ति, वेत्ति अस्ति। अग्रे करोतु। षष्ठमस्ति, वेदवादरता पुष्पितवाणी, वाणी पठ प्रवदन्ति, प्रवदन्ति। वेदवातरताः इति, वेदवातरतः तस्य बहुवचनमस्ति. प्रथमबहुवचनं वेतरमातरता. वेदानां वातरत इति तथा तदपि पदद्वयमस्ति. रता इति महोदय समासद्वयमस्ति. एकस्मिन् गर्भे अन्यसमासः अपि अस्ति. अत्र समासद्वयं वक्तव्यं. कथं? वेदवादः तावत्पर्यन्तम् एकं समस्तपदमस्ति. तावत्पर्यन्तं विग्रहवाक्यं कथं भवति? वेदानां वादः, वेदवादः. उत्तमं. षष्टितत्पुरुषसमासः भवति. वेदानां वादः अथवा वेदस्य वादः, तत्र षष्टितत्पुरुषसमासः अस्ति. पश्चात् रथ इति पदं योजनीयं. तत्र वेदवादरथः इति एकवचनरूपमस्ति. तत्र सप्तमी तत्पुरुषसमासः अस्ति. वेदवादेषु रथः. वेदवाद रम् धातुतः रथः. रमते. रम् धातुः अनुनासिकान्तधातुः अस्ति. रम् धातुतः क्ताप्रत्ययस्य योजनेन रथ इति. वेदवादेषु रथः इति आहत्य किं वक्तव्यं? षष्टी तत्पुरुषगर्भ सप्तमी तत्पुरुषसमासः. वेदवादरताः इत्युक्ते वेदवाक्यानि ये जनाः चिन्तयन्तः सन्ति ते जनाः. गीताश्लोकः अस्ति, यामिमां पुष्पितां वाचं प्रवदन्ति अविपश्चितः, वेदवादरताः पार्थ नान्यदस्ति इति वादिनः. द्वितीयाध्याये द्विचत्वारिंशत्तमः श्लोकः अस्ति, यामिमां पुष्पितां वाचं प्रवदन्ति अविपश्चितः, वेदवादरताः पार्थ नान्यदस्ति इति वादिनः इति. पुष्पितवाणी वदतु. पुष्पितवाणी इति स्त्रीलिङ्गमस्ति. पुष्पवाणी इति अस्ति कृत्वा पुष्पवाणी. तस्य द्वितीया एकवचनं पुष्पवाणी. पुष्पिता वाणी इति कर्मधारे समासः भवति. विशेषणपूर्वपदकर्मधारे समासः. पुष्पिता च सा वाणी च इति विग्रहवाक्यं. वाणी कीदृशी? पुष्पिता वाणी इति विशेषणपूर्वपदकर्मधारे समासः. अत्रापि पुंवद्भावः वक्तव्यः. किमर्थं चेत् पुष्पिता इति पदं विशेष्यनिघ्नपदम् इत्युक्ते विशेष्यम् आश्रित्य तस्य रूपं त्रिषु लिङ्गेषु भिद्यते इति कारणतः विशेष्यनिघ्नशब्देषु पुंवद्भावः वक्तव्यः इति कृत्वा तस्य ह्रस्वत्वम् इत्युक्ते प्रातिपदिकस्य ह्रस्वरूपं स्वीकर्तव्यं. पुंलिङ्गवत् प्रातिपदिकं स्वीकर्तव्यं. तेन पुष्पितवाणी इति समस्तपदनिर्माणं भवति. प्रवदन्ति इत्युक्ते प्रवदन्ति इत्युक्ते प्रकर्षेण वदन्ति इति. प्रवदन्ति प्र उपसर्गपूर्व वद् धातुतः. वदति वदतः वदन्ति प्र उपसर्गपूर्वक. उत्तमं. प्र उपसर्गपूर्वकः वद् धातोः रूपमेव प्रवदन्ति. उत्तमं. किञ्चित् पठित्वा समापयामः. धन्यवादाः महोदय. सुजाता भगिनी भवती पठतु अग्रे. अर्जुनः भाषते. अर्जुनः अस्ति प्रथमाविभक्ति एकवचनम्, अकारान्त प्रथमाविभक्ति एकवचनम् अस्ति. भाषते भाष धातु अस्ति आत्मनेपदी. भाषते अर्जुनः प्रज्ञावादान् भाषते. प्रज्ञावादः इति पुंलिङ्गपदमस्ति. प्रज्ञा इत्युक्ते बुद्धिः. प्रा उपसर्गः अस्ति, ज्ञाधातोः रूपम् अस्ति. गीतायाम् एकः श्लोकः अस्ति, अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे. तस्मात् श्लोकात् उद्धृतं वाक्यम् इदम्, अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे. प्रज्ञावादांश्च भाषसे. भाषसे इति मध्यमपुरुष क्रियापदम् उक्तमस्ति श्लोके, किन्तु अत्र वाक्यं किञ्चित् परिवर्त्य अर्जुनः भाषते, तस्य समानार्थकं पदं वदसि. प्रज्ञावादः इति अपि समस्तपदमेव. तत्र विग्रहवाक्यं किं भवति? प्रज्ञापूर्वकाः वादाः. तत्र पूर्वकाः इति नूतनतया एकं पदम् आगतं, तदर्थमेव तत्र मध्यमपदलोपी कर्मधारयसमासः. विग्रहवाक्यं पुनः वदामि, प्रज्ञापूर्वकाः वादाः इति तत्र पूर्वक इति पदं समस्तपदे नास्ति, इत्युक्ते नूतनतया आगतं मध्यमपदलोपि कर्मधारयसमासः अस्ति. कृष्णः वदति भवान् प्रज्ञावादान् भाषते इति. अग्रे करोतु. कः हन्ति, कः किं शब्दस्य प्रथमाविभक्ति पुंलिङ्गमस्ति, किं हन् हन् धातु अस्ति, हन्ति अस्ति, बहुवचनम् अस्ति हन्ति, हन् धातोः बहुवचन अस्ति हन्ति. हन् धातोः बहुवचनं हन्ति नास्ति, प्रथमपुरुष एकवचनमेव. एकवचनमेव, एकवचनमेव हन्ति. बहुवचनं किम् अस्ति? घ्नन्ति. घ्नन्ति. हन् धातुः अदादिगणे अस्ति इति कृत्वा हन् योगः ति योजयामः. अदादिगणे अस् धातुतः ति योजनेन अस्ति, एवमेव हन् धातुतः ति योजनेन मध्ये विकरणप्रत्ययः नास्ति. विकरणप्रत्ययस्य लुक् भवति खलु अदादिगणे, कर्तरि शप् इति सूत्रेण शप आयाति, किन्तु तस्य लुक् भवति इति कृत्वा अत्र मध्ये विकरणप्रत्ययस्य अवशिष्टभागः किमपि नास्ति. हन् योगः ति हन्ति इति एकवचनरूपं. हन्ति, हतः, घ्नन्ति द्विवचनरूपम् अस्ति. हतः, हतः इति कथनेन तत्र हन् धातोः नकारः गतः, इत्युक्ते द्विवचनरूपं हतः अस्ति. तत्र अनुनासिकलोपः भवति, अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इति सूत्रेण तत्र द्विवचनप्रत्यये पित्वं नास्ति. द्विवचनप्रत्यये पित्वं नास्ति इति कारणतः विशिष्टसूत्रेण अनुनासिकलोपः भूत्वा द्विवचनरूपं हतः इति भवति. हन्ति, हतः, घ्नन्ति बहुवचनरूपं घ्नन्ति अस्ति. घ्नन्ति इति प्रसङ्गे अन्यत् विशिष्टं सूत्रम् आवश्यकं. तत्र हो हन्तेर्निन्नेषु इति एकं सूत्रमस्ति. हकारस्य स्थाने घकारः आयाति इति कृत्वा बहुवचनरूपं घ्नन्ति. किं शब्दस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति खलु, वदतु. कः, कौ, के, का, के, काः, किं, के, कानि. नवमं वाक्यम्. आसुरजनाः प्रवृत्तिं न जानन्ति. ब्रा उपसर्गपूर्वकः वृत् धातुतः क्तिं प्रत्ययस्य योजनेन प्रवृत्तिः. जानन्ति, वदतु. जानन्ति ज्ञाधातु अस्ति. उत्तमं. ज्ञाधातुतः जान जानाति, जानाति, जानीतः, जानन्ति. क्रियादिगणे अस्ति इति कृत्वा जानाति, जानीतः, जानन्ति. ज्ञाधातोः प्रसङ्गे एकं विशिष्टं सूत्रं ज्ञातव्यं. ज्ञाजनोर्जा इति सूत्रमस्ति. तत्र ज्ञास्थाने जा आदेशः भवति. दशमं वाक्यं पठतु. ज्ञानी न उत्सृजति, ज्ञानी शास्त्रविधिं न उत्सृजति. इकारान्त न ज्ञानी इति पदम् इनि प्रत्ययान्तरूपमस्ति. ज्ञानम् अस्य अस्ति, ज्ञानम् अस्य अस्ति, सः ज्ञानी. यथा गुणी, गुणी शब्दवत् प्रातिपदिकमस्ति ज्ञानिन्, नकारान्तप्रातिपदिकमस्ति. ज्ञानम् इति पदं ल्युडन्तपदं. ज्ञाधातुतः ल्युट् प्रत्ययस्य योजनेन ज्ञानं. तावत्पर्यन्तं ज्ञानं. पश्चात् ज्ञानम् अस्य अस्ति, सः ज्ञानी. एतादृशानि पदानि बहूनि पदानि सन्ति. कामी, दण्डी, रथी, धनी इत्यादीनि पदानि इनि प्रत्ययान्तपदानि. अत इनि ठनौ इति सूत्रेण इनि प्रत्ययस्य विधानं भवति. इनि इति प्रत्यये केवलं इन् एव अवशिष्यते. दण्डः अस्य अस्ति, सः दण्डी. रथः अस्य अस्ति, सः रथी. कामः अस्य अस्ति, सः सः कामी, धनम् अस्य अस्ति सः धनी, तत्र इनि प्रत्ययः विधीयते, तेन एतादृशानि पदानि सिद्ध्यन्ति, दण्डी, रथी, कामी, धनी, एवमेव ज्ञानी अपि. काम इति प्रातिपदिकमस्ति खलु, काम इति प्रातिपदिकात् इनि प्रत्ययस्य योजनेन कामिन्, दण्ड इति प्रातिपदिकमस्ति तस्मात् परम् इनि प्रत्ययस्य योजनेन दण्डिन् इति प्रातिपदिकं, रथ इति प्रातिपदिकमस्ति तस्मात् इनि प्रत्ययस्य योजनेन नूतनप्रातिपदिकम्. इमानि पदानि तद्धितान्तपदानि. तद्धितान्तपदानि कथं सिद्ध्यन्ति? प्रातिपदिकात् प्रत्ययस्य योजनेन. दण्ड इति प्रातिपदिकात् दण्डी, रथ इत्यस्मात् रथी. यस्य कामः अस्ति सः कामी, यस्य धनमस्ति सः धनी. इतोपि किं लिखितम्? ये जनाः शास्त्रविधिम् उत्सृज्य यजन्ते, अत्र उत्सृजति इति पदमस्ति, उत्सृजति उत्सर्ग अस्ति, सृधातु अस्ति, सृधातुतः सृजति. सृजति इति आगन्तुं सः धातु कस्मिन् गणे भवेत्? सृजति भवादिगणे. भुवादिगणे अस्ति चेत् गुणकार्यं भवति खलु, सृज् सृज् धातुतः सृजति. अदादिगणे अस्ति न, पश्यन्तु तुदादिगणे जति, तुदादिगणे आ एव पश्यते न, स्या प्रत्यय अस्ति, शकार लसक्व तद्धिते इत्यनेन इत्संज्ञा भवति, आ एव अवशिष्यते. उत् उपसर्गपूर्वकः सृज् धातुतः तुदादिगणीयधातुः भवेत् चेदेव. उत्सृजति इत्युक्ते वर्जयति, वर्जयित्वा. उत्सृजति इत्यस्मिन् स्थाने उल्लङ्घ्य, उल्लङ्घनं कृत्वा. शास्त्रविधिः इति पदमस्ति. शास्त्रविधिः इत्युक्ते शास्त्रीयं कर्म. शास्त्रस्य विधानमपि अस्ति न भगिनि? शास्त्रविधानेन कर्म करणीयम् इति भगवता उक्तमस्ति. अत्र वाक्यं पुनः पश्यन्तु, ज्ञानी कार्यं कथं करोति? ज्ञानी शास्त्रविधिं न उत्सृजति, ज्ञानी शास्त्रविधानेन एव कार्यं करोति. शास्त्रेण यदुक्तमस्ति तथा एव ज्ञानी कर्म करोति. ये जनाः शास्त्रविधिम् उल्लङ्घ्य कर्म कुर्वन्ति ते आसुराः. ये जनाः शास्त्रविधिम् अनुसृत्य कर्म कुर्वन्ति ते एव देवाः इति गीतायाम् उक्तमस्ति. शास्त्रविधिम् अनुल्लङ्घ्य इत्युक्ते शास्त्रविधेः उल्लङ्घनम् अकृत्वा कर्म करणीयम्. भवती अवगतवती वा? आं भगिनि. शास्त्रविधिना कर्म करणीयम्. अरविन्द महोदय किञ्चित् वदतु. शास्त्रम् अनुसरति इत्येव न, न लङ्घनीयम् इत्युक्ते अनुसरति इति, तदेव न शास्त्र. भगिनि किम्? ज्ञानी शास्त्रविधिं न उत्सृजति इति वाक्यमस्ति. श्रद्धात्रयविभागयोगः इति सप्तदशाध्यायः अस्ति. श्रद्धा कीदृशी भवेत्? सात्विकी, राजसी, तामसी श्रद्धा, एतत् सर्वम् उक्तमस्ति तस्मिन् अध्याये. आसुराः कथं कर्म कुर्वन्ति, देवाः कथं कर्म कुर्वन्ति इति प्रश्नः आयाति. शास्त्रविधिम् अनुल्लङ्घ्य, शास्त्रविधिम् अनुसृत्य उत्तमाः अथवा देवाः कर्म कुर्वन्ति. सात्विकाः शास्त्रविधिम् अनुसृत्य कर्म कुर्वन्ति, किन्तु आसुराः सर्वदा शास्त्रम् उल्लङ्घ्य कर्म कुर्वन्ति इति तत्र ज्ञातव्यः अंशः. भूमा भगिनी, भवत्याः अवगमनं किं वदतु? वेदवेदान्ते अपि च शास्त्रे किं वदति तदेव ज्ञानी, योगी, सर्वे जनाः कार्यं कुर्वन्ति. कर्मेण कर्मफलानि त्यक्त्वा कर्मं कुर्वन्ति. शास्त्रविधिम् अनुसृत्य कर्म करणीयम्. किं वदति? उक्तानि शास्त्रे यदुक्तमस्ति तदनुसृत्य एव कर्म करणीयम् शास्त्रेदम् इति रूपद्वयम् अस्ति शासनस्य शासनयोः द्वितीय यत् शास्त्र शास्त्रं विधीयते तदेव शास्त्रविधि विधिरूपेण अनुष्ठेयं यत् शास्त्रमेव निषिध्यते तस्य नाम अस्ति निषेधकर्मं करोति चेत् पापं पापफलं भवति विधिकर्मणाम् अनुसरणेन फलप्राप्तिं भवति यत् इच्छन्ति मानवः ते पुत्रकामाष्टि यत् यत् धनकामेष्टि किमपि दान यज्ञदानकर्मणां कर्मणमनुसृत्य फलं लभते नित्यनैमित्तिक अपि रूपद्वयमस्ति तत्र विधिकर्मणां विषये विधि नैमित्तिककर्मभि अस्ति नित्यकर्मभूमिति यदा अग्निहोत्रादि नित्यकर्ममस्ति किन्तु पुत्रकामेष्टि या स्वर्गकामेष्टि ये याजनं ये यज्ञादि नैमित्तिकमस्ति निमित्तम् अस्ति कृत्वा यत् करोति तत् नैमित्तिकं भवति तत्र तस्य कार्यस्य विषये पृथक् इच्छा भवति चेत् तस्य पृथक् कर्मं भवति किन्तु अग्निहोत्रादि यदा सन्ध्यावन्दनादि नित्यकर्माणि रूपेण विधीयते शास्त्रे उत्तमं शास्त्रविधिना शास्त्रविधिम् अनुसृत्य कर्म करणीयम् इति वार्ता उत्सृजति इति पदस्य अर्थः वर्जयति उत्सृज्य इति ल्यबन्तपदमस्ति श्लोके तु उत्सृज्य इति पदमेव दत्तमस्ति किन्तु अस्माकं कृते सरलरीत्या लट्लकाररूपं योजयित्वा वाक्यं लिखितमस्ति उत्सृजति वर्जयित्वा त्यक्त्वा विहाय शास्त्रविधिं विहाय केवलम् आसुराः एव कर्म कुर्वन्ति किन्तु देवाः अथवा सात्विकाः शास्त्रविधिम् अनुसृत्य कर्म कुर्वन्ति किञ्चिदेव वयं पठितवन्तः समयाभावात् आगामिनि सप्ताहे पुनः एकवारं मिलित्वा अन्येषां वाक्यानां प्रसङ्गे चिन्तनं करिष्यामः इदानीं विरमाम सर्वेषां धन्यवादाः